अस्तु, अद्यतनविषयः अस्ति विभागः इति, अपि च विभागनिरूपणप्रसङ्गे एकः आक्षेपः अपि उत्थापितः, अनयोः विषये किञ्चित् चर्चयित्वा ततः अग्रे सरेम। तर्हि नूतनतया केन आगतम्? क्षमतां भगिनी, राजेन्द्रः अस्मि, किञ्चित् विलम्बः जातः। चिन्ता नास्ति राजेन्द्रमहोदय। अस्तु, तर्हि सरला भगिनी किञ्चित् वदति वा संयोग विभागस्य लक्षणवाक्यं किम् इत्यादिकम्? विभागस्य लक्षणवाक्यमस्ति संयोगनाशको गुणविभाग सर्वद्रव्यवृत्तिः। इत्युक्ते विभागगुणः अस्ति, तस्य विशेषणमस्ति संयोगनाशकः। यद् उदाहरणमस्ति घटपटयो संयोग, तस्य नाश भवति, तस्य कारणमस्ति विभाग। सर्वेषु द्रव्येषु विभागगुणः इति वर्तते। विभाग कथं संयोगस्य नाशः भवति, तस्य पूर्व वयं पूर्वं प्रक्रिया क्षणपञ्चकव्यापिनी प्रक्रिया दृष्टवन्तः। तस्य प्रक्रियायां प्रथमं पूर्व संयोगस्य संयोगः अस्ति, द्रवयोः संयोग क्रिया भवति, क्रिया तस्य कारणे विभागः यस्मिन् देशे देशात् विभागः भवति। तस्य अनन्तरं तृतीयक्षणे तद्विभागेन आकाशदेशघटयो द्रवयोः संयोगस्य नाशः भवति। चतुर्थक्षणे अन्येन आकाशदेशे नूतनं संयोगः भवति, तस्य कारणे पञ्चमक्षणे क्रिया नाशः भवति। समीचीनं। तर्हि क्षणपञ्चकव्यापिनी प्रक्रिया प्रदर्शिता, अपि च तस्यां प्रक्रियायाम् एकस्मिन् क्षणे विभागः, तदनन्तरं संयोगस्य नाशः भवति। संयोगस्य नाशः इत्युक्ते विभागसंयोगनाशौ पृथक्तया प्रदर्शितौ अत्र प्रदर्शितौ एकः एव पदार्थः इति नास्ति। अस्तु, तस्मिन् सन्दर्भे विभागस्य निरूपणसन्दर्भे एकः आक्षेपः उल्लिखितः आसीत्। आक्षेपः कः इति किञ्चित् राजेन्द्रमहोदय वदति वा? आम् भगिनि, प्रयत्नं करोमि। आक्षेपः आसीत् संयोगनाशात् यः विभागः, तः संयोगनाशः विभागः किञ्चित् भिन्नः नास्ताः, एकमेव समान एव सन्ति। कोऽपि तत्र संयोगनाश एवं विभागः भिन्नः न, एकमेव पदार्थः अस्ति। तदा प्रक्रियायां तु पृथक्तया प्रदर्शितं, किन्तु अत्र आक्षेपे उक्तमस्ति संयोगनाशात् विभागः न अतिरिक्तः, अथवा यथा महोदयेन उक्तं संयोगनाशः विभागः अभिन्नः एकः एव पदार्थः इति उक्तमस्ति। तदा किं जायते? इयं प्रक्रियापि न साधयितुं शक्नुमः। प्रक्रियायां तु कार्यकारणभावम् अपि निरूपितमस्ति। पूर्वक्षणे यत् कार्यं जायते तद् उत्तरक्षणस्य कार्यम् इव दृश्यते। यदि एकवारं संयोगनाशात् विभागः न अतिरिक्तः इति यदा उच्यते चेत् तदा इयं प्रक्रिया अपि समीचीना न दृश्यते। अस्तु, तर्हि आहत्य विभागाख्यः गुणः एव न अङ्गीक्रियते आक्षेपे इति आक्षेपः आसीत्। आक्षेपस्य निवारणार्थम् अग्रिमपुटे यत् परिच्छेदः अस्ति तस्मात् आरभ्य अद्य पठेम. नूतनतया केन आगतम्? सन्ध्या भगिनी. अस्तु. अस्तु, तर्हि सावित्री भगिनी आरब्धुम् इच्छति वा? आक्षेपं मम तत्र वा? आक्षेपममुं केचन इत्थं परिहरन्ति यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धिप्रत्ययेन संयोगनाशः सिध्यति. तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंस अतिरिक्तः विभागाख्यगुणः सिध्यत्येव इति. अस्तु, अत्र विषयद्वयमस्ति. एकम् अस्ति कथं परिहरन्ति इत्युक्ते, अत्र दत्तमस्ति संयोगः नष्टः इति एकं ज्ञानम् अस्ति. घटपटौ विभक्तौ द्वितीयं ज्ञानम् अस्ति. ज्ञानस्य सर्वदा निमित्तकारणं भवति एव, विषयः भवति एव. तदर्थं घटपटयोः संयोगः नष्टः इत्यस्य ज्ञानस्य विषयः भिन्नः, अपि च घटपटौ विभक्तौ इत्यस्य ज्ञानस्य विषयः भिन्नः. तदर्थं द्वयोः समानौ न. एकमस्ति भावपदार्थः विभक्तः विभागः. वदतु भगिनि. घटपटौ विभक्तौ इत्यस्य विषयः अस्ति विभागः, तत् भावपदार्थमस्ति. घटपटयोः संयोगः नष्टः, तत्र संयोगनाशः अस्ति. तत्र तदेव अभावपदार्थः संयोगनष्ट इति ज्ञानस्य विषयः भवति. एकमस्ति भावपदार्थः, द्वितीयमस्ति अभावपदार्थः. द्वयोः समानता नास्ति इति परिहरन्ति. समीचीनमस्ति. तर्हि संयोगनाशः इति कीदृशः अभावः? प्रध्वंसाभावः. कस्य प्रध्वंसाभावः? घटपटयोः संयोगस्य. हा, संयोगनाशः इति संयोगस्य संयोगस्य प्रध्वंसाभावः. तर्हि अभावः इति उच्यते चेत् अभावः कीदृशः पदार्थः? अभावं ज्ञातुं किं किं ज्ञातव्यं भवति इति किञ्चित् प्रतियोगिनां ज्ञातुम् आवश्यकता अस्ति. प्रतियोगिता कीदृशी इति अपि ज्ञानस्य आवश्यकता अस्ति. प्रतियोगिता अधीनज्ञानमस्ति. प्रतियोगिता, हा, सरला भगिनी वदति वा? Yes. किं स्मरति इति? संयोगस्य नाश प्रध्वंसाभावः यदि भवति, तस्य पूर्वज्ञानस्य आवश्यकता बहु भवति. पूर्वज्ञानस्य कीदृशज्ञानम् अस्ति, तत् ज्ञानमस्ति प्रतियोगिता. प्रतियोगी कुत्र अस्ति, यदि प्रतियोगी अनेन प्रध्वंसाभावः नष्टः भवति. सो इति बहु आवश्यकम् अस्ति. उदाहरण घटपटयो संयोगस्य नाश. घटपटयो नाशः यदि भवति तत्र यदि घटे पटाभावः भवति यदि तस्य पटाभावः हा अत्र घटे पटाभावः इति न संयोगस्य अभावः इति विषयः आम् गुणस्य संयोगस्य अभावः हा संयोगस्य अभावः इति विषयः सावित्री भगिनी अपि उक्तवती आसीत् किन्तु तत् पदं स्मर्यते वा प्रतियोगिता ज्ञानाधीनज्ञानविषयः इति उच्यते अभावः इत्युक्ते प्रतियोगितायाः ज्ञानम् आवश्यकमस्ति अभावं ज्ञातुम् अतः प्रतियोगिताज्ञानाधीनज्ञानविषयः अभावः अत्र सः अभावः कः सावित्री भगिनि अत्र किं भगिनि पुनः पृच्छतु अत्र तादृशप्रतियोगिता अधीनज्ञानविषयः कः प्रतियोगिताज्ञानाधीनज्ञानविषयः संयोगनाशः हा संयोगनाशः इति तादृशः पदार्थः इत्युक्ते अभावः किन्तु विभागस्य कृते तावत् सर्वम् आवश्यकं वा न साक्षात् एव द्रष्टुं शक्नुमः विभागः अस्ति अत्र तदर्थं घटपटौ विभक्तौ इति भावपदार्थः हा समीचीनम् अस्तु तर्हि अनेन आधारेण एकस्मिन् ज्ञाने अभावपदार्थः इति विषयः घटपटविभक्तौ इत्यस्मिन् ज्ञाने भावपदार्थः विषयः इति कृत्वा द्वे अपि ज्ञाने भवतः एव अनुभवे भवतः एव किन्तु तयोः विषयौ भिन्नौ इति कृत्वा संयोगनाशः इति एकः पदार्थः विभागः इति एकः पदार्थः विभागः इति कश्चन गुणः इति सिद्ध्यति इति स्पष्टं वा अस्तु तर्हि इदानीम् इतः अग्रे गच्छेम इति एतावत् पर्यन्तं गतवर्गस्य पाठः आसीत् अधुना नूतनविषयः जयन्ती भगिनी पठति वा अग्रे आं भगिनि सुक्तिललन्तिका तदपरेण सहन्ते तेषाम् अयम् आशयः घटपटविभक्तौ इति प्रत्ययोऽपि न भावपदार्थं प्रकाशयति किन्तु संयोगाभावः तस्य भावपदार्थान्तर अवगाहित्वे भावपदार्थान्तरावगाहित्वे अपि तादृशविभागोत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्य अपि उत्पत्तिसम्भवेन विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्वाभावात् मूलोक्तं संयोगनाशकगुणो नाशको गुणो विभागः इति असङ्गतम् इति अस्तु विभागः संयोगनाशः प्रक्रियायां यौ दृष्टौ परिहारेण आक्षेपस्य परिहारः अस्ति न भिन् तौ द्वौ पदार्थौ भिन्नौ गुणौ एकः तु भावपदार्थः अपरः अभावपदार्थः इति साधयित्वा तौ समानौ न इति आक्षेपस्य परिहारः जातः परन्तु ये आक्षेपन्ति ते वदन्ति अस्तु घटपटौ विभक्तौ इति प्रत्ययः भवति तत् विभागः इति भावपदार्थम् इति वयं स्वीकुर्मः परन्तु घटपटविभक्तौ इति प्रत्ययोपि न भावपदार्थं प्रकाशयति किन्तु संयोग अभावम् एव घटपटौ विभक्तौ इति प्रत्ययेन तत्रापि संयोग अभावमेव निर्दिष्टः भवति तस्य भावपदार्थान्तरावगाहित्वे इत्युक्ते भावपदार्थः इत्युक्ते अत्र विभागः इति तस्य भावपदार्थः अस्ति विभागः भावपदार्थः इति स्वीकुर्मश्चेत् अपि किञ्चित् अत्र तस्य इति कस्य इति प्रश्नः क्रियते चेत् उत्तरं किं भवति? तस्य भावपदार्थान्तर किञ्चित् परिशीलयामः अत्र. तस्य भावपदार्थ अन्तरगाहित्वम् तर्हि तत् किञ्चित् चिन्तनं कृत्वा वदतु, कस्य भावपदार्थान्तरगाहित्वम्? कस्य भावपदार्थः घटपटविभक्तौ इति प्रतीतिः, तस्य भावपदार्थः वा? हा हा, ज्ञानेन अवगाहते खलु, अवगाह्यते कश्चन पदार्थः. ज्ञानेन सूच्यते यः भावपदार्थः, यत् भावपदार्थः सूच्यते तस्य अवगाहित्वे अपि, इत्युक्ते भावविभागः रूप भावपदार्थं स्वीकुर्मः इति चेत् अपि तादृशविभागोत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्य अपि उत्पत्तिः सम्भवः. इत्युक्ते अस्तु, विभागरूपकविभावपदार्थम् अस्ति इति स्वीकुर्मश्चेत् अपि तस्मिन् क्षणे एव, यस्मिन् क्षणे विभागोत्पत्तिः जायते तस्मिन् क्षणे एव संयोगध्वंसः अपि जायते इति आनुभविकविषयः अस्ति. अस्माकम् अनुभवे भिन्नभिन्नक्षणे क्षणौ जायते इति न, यस्मिन् क्षणे घटपटौ विभक्तौ तस्मिन् क्षणे एव पूर्वदेशसंयोगः नष्टः इति ज्ञानम् उदेति. समीचीनम्. यतोहि लोके तादृशः अनुभवः अस्ति खलु? आम् आम्, एतस्मिन् क्षणे एव उभौ अपि दृश्यते इति अनुभवसिद्धः, अनुभवविरुद्धं तु नास्ति. तत् अनुभवानुसारेण विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्वाभावात्, इत्युक्ते यदा एतत् स्वीकुर्मः यत् एकस्मिन् क्षणे एव विभागः जायते तस्मिन् क्षणे एव संयोगनष्टः अपि जायते इति यदा स्वीकुर्मः तथा एकस्य कार्यस्य कारणम् अस्ति इति वयं न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते प्रथमं तु कारणं भवेत्, कारणेन एव कार्यं भवति, कार्यस्य कृते कोऽपि कारणं भवेत् एव निष्कर्षः भवति. परन्तु एकस्मिन् क्षणे द्वे अपि स्तः, विभागः संयोगनाशः द्वे अपि स्तः इत्युक्ते एकः कारणं न अपरः कार्यं न इति भवति. अतः संयोगनाश समीचीनतया उक्तं, सम्यक्तया बुद्धं भवत्या. तर्हि उभौ अपि एकस्मिन् क्षणे भवतः इति अनुभवविरुद्धं तु नास्ति. अनेन किं दृश्यते? विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्वाभावः दृश्यते. हा, तस्य पदस्य किञ्चित् विश्लेषणम् आवश्यकं, कारयति वा? विभागस्य संयोगनाशरूपकार्यं प्रक्रियायाम् अस्माभिः दृष्टं संयोगनाशः तृतीयं सोपानम् अस्ति. विभागः यः द्वितीयं सोपानं तस्य कार्यम् अस्ति, अतः संयोगनाशः इति कार्यरूपसोपानम्। संयोगनाशरूपकार्यस्य पूर्ववृत्तित्व एकनिमिषं भगिनि विभागस्य संयोगनाशरूपकार्य पूर्ववृत्तित्व अभवत् विभागस्य पूर्ववृत्तित्व विभागस्य अभावः अस्ति पूर्वक्षणे इति अर्थः। हा, समीचीनं। तर्हि विभागस्य पूर्ववृत्तित्व अभावः इत्युक्ते पूर्वक्षणे विभागः न भवति। किमर्थं न भवति? किमर्थम् इत्युक्ते एकस्मिन् क्षणे एव भवति। तर्हि कार्यकारण भावस्य नियमः यः अस्ति तस्य निराकरणं भवति। तर्हि कारणरूपेण विभागः न अस्ति एव, एकस्मिन् क्षणे एव द्वे अपि भवतः। अतः पूर्वस्मिन् क्षणे विभागः अस्ति इत्यस्य इति असत्यम् इति अस्ति। तद् असत्यं भवति चेत्? भवति चेत् कथम् उच्यते विभागः संयोगनाशकगुणः इति? नाम कथं वयं वक्तुं शक्नुमः यत् विभागः संयोगनाशकस्य कारणम् इति? हा, इति अस्ति आहत्य चिन्तनम् एषाम्। असङ्गतम् इत्युक्ते अनर्थकः खलु भगिनि? असङ्गतम् इत्युक्ते न सङ्गच्छते अथवा अनुचितं भवति इति। भगिनी, अत्र पूर्वं दत्तमस्ति किल वध्यघातक अभावरूपः अथवा सहानवस्थानं, तत्र वध्यघातक अभावः नास्ति इति अत्र किल? भवत्या स्मरणीयं भवति वध्यघातकः अपि च तद् अपरं सर्वम् सहनावस्थानं किन्तु स्मारयति वा? वध्यघातक इत्युक्ते यदा आङ्ग्लभाषायां मङ्गूस् अपि च सर्पः अपि च एकः घातक मङ्गूस् इति नकुलः यदा प्रथमक्षणे सर्पः अस्ति, द्वितीयक्षणे नकुलः आगच्छति, तृतीयक्षणे अथवा द्वितीयक्षणे एव सर्पः नश्यति इति किमपि अस्ति वध्यघातक अभावः। द्वितीयम् अस्ति सहावस्थानम् इत्युक्ते द्वयोः समान एकक्षणं द्वयोः स्तः अनन्तरं तस्य नाशः भवति। प्रथम उदाहरणं तु सहानवस्थानस्य, द्वितीय उदाहरणं घटाभावः घटः, यदा घटः आनयामः तत्र घटाभावः नश्यति, तत्तु वध्यघातकभावः इति मन्ये। अन्ये किं वदन्ति? अत्र कथम् उपयुज्यते इति अहं चिन्तयामि। मम अवगमनम् अस्ति यत् केवलं कार्यकारणभावः भावस्य दर्शनं प्रदर्शनमेव, एकस्मिन् क्षणे द्वे अपि भवतः चेत् कथं कार्यकारणस्य प्रदर्शनं भवति? तत् सहानवस्थानम् इति अहं वदामि। यदा पूर्वपक्षी वदति प्रथमस्य कारणं द्वितीयम् अस्ति, तत्तु वध्यघातकभावः इति मन्ये। चिन्ता नास्ति भगिनि, किञ्चित् स्मरणम् आगतं तदर्थम् उक्तवती। पश्यामि अत्र किम् इति चेत् केवलम् उभौ अपि भिन्नौ न स्तः इति। आम् आम् यथा पञ्चक क्षणपञ्चकव्यापिनी प्रक्रियायां प्रदर्शितमासीत् एकम् अपरस्य कारणं तेन आधारेण वक्तुं शक्नुवन्ति खलु कार्यं भिन्नं कारणं भिन्नम् इति तद् न स्यात् विभागः इति यद्यपि भावपदार्थत्वेन दृश्यते तथापि विभागः संयोगध्वंसः एव इति परन्तु तत्र सहनावस्थानम् इति कथं वा स्यात् इति चिन्तयन्ती अस्मि भवत्याः प्रश्नः कः आसीत् अयम् अभावः कीदृशः इति वा अयम् अभावः वद्यघातक अभावः इति पूर्वपक्षी वदति सिद्धान्ती वदति तथा नास्ति सहानवस्थानम् इति ना चिन्ता नास्ति भगिनि न पश्यतु पश्यतु अत्र पूर्वपक्षी किं वदति एकः भावपदार्थः अपरः अभावः आम् आम् तत्र किमपि क्लेशः नास्ति सूक्तिलङ्कायाम् अस्तु सिद्धान्ती तथा वदति किन्तु सूक्तिलङ्कायां प्रथमपरिच्छेदः यः कोऽपि अस्ति तत्तु पूर्वपक्षिणः मतम् इति अहं चिन्तयामि सत्यं तर्हि भवती किं वदति सिद्धान्तिनः दृष्ट्या एकः भावपदार्थः अपरः अभावपदार्थः किन्तु सः अभावपदार्थः किं कीदृशः इति भवत्याः चिन्तनं सिद्धान्तिविषये किमपि वक्तुं न शक्नुमः अत्र सूक्तिललङ्कार दृष्ट्वा पूर्वपक्षी वदति एकः द्वितीयस्य अपरः नास्ति एकः यदा एकः अस्ति तदा द्वितीयः नास्ति एव विभागः तु संयोगस्य नाशकः एव तदेव अस्ति प्रथमम् एकस्य आनयनेन द्वितीयस्य नाशः जायते अत्र अत्र अहं चिन्तयामि यत् तादृशी भावना नास्ति यतोहि ते एकः अपरः इति चिन्तनमेव न कुर्वन्ति अस्तु उभौ अपि अभिन्नौ इति तेषां चिन्तनम् एकस्य आननयनेन अपरः गच्छति इत्यस्य वदनार्थं तत्र द्वौ पदार्थौ स्याताम् खलु अपि च एकः अपरस्य अभावः न खलु तदपि सत्यमस्ति सत्यं तर्हि हा इति एव वार्ता एकः अपरस्य अभावः नास्ति इति यथा भगिनी एकमेव वस्तु इदं संयोगाभावः इति केषाञ्चन कीदृशी दृष्ट्या पश्यन्ति तादृशी भवति इति यद्यपि विभागः इति दृश्यते किन्तु तद् संयोगध्वंसः एव इति अत्र तस्य भावपदार्थान्तरावगाहित्वेन इत्युक्ते तत्र तस्य इति प्रत्ययस्य इति उक्तवती वा भवती आमाम् अज्ञानस्य तस्य भावपदार्थ अन्तरगाहित्वेन भावपदार्थः अन्तर्भूतः भवति तस्मिन् ज्ञाने अवगाहते किन्तु तथापि अवगाहित्वेपि इति यत्र वदन्ति तत्र यद्यपि तथापि इति स्वीकरणीयं तथापि पूर्वसंयोगध्वंसस्य एव रूपः इव यतोहि एकस्मिन् क्षणे एव उत्पत्ति भवति उभयोः तर्हि पूर्वस्मिन् वाक्ये घटपटौ विभक्तौ इति प्रत्ययः न भावपदार्थं दर्शयति परन्तु द्वितीयवाक्ये यदि स्वीकुर्मः भावपदार्थं दर्शयति तथापि एवमेवम् अग्रे इति अर्थः वा सत्यं सत्यं तथैव अस्ति अयमेव आशयः पूर्वस्मिन् वाक्ये अपि द्वितीयभागे किन्तु संयोगाभावमेव इत्यस्मिन् अपि प्रदर्शितम् अस्तु तर्हि अग्रे सरेम वा आम् भगिनि अन्येन केनचित् आगतं तदभ्यन्तरे नूतनतया अहं लक्ष्मी अस्मि अस्तु लक्ष्मी भगिनि तर्हि अस्तु अग्रे पठेम सरला भगिनी पठति वा अग्रे आं भगिनि, अत्र उच्यते नाशपर नाशापरपर्याय ध्वंसस्तावत् कस्य कस्य केन केन कारणेन उत्पद्यते इति तावत् आलोचयामः। प्राग्भावं विहाय सामान्यादीनां न भवति एव नाशः। प्राग्भावस्तावत् प्रतियोगी सामस्या नश्यति, सामग्र्या नश्यति, सामग्र्या नश्यति। दण्डचक्रादि समवादवधाने कपालद्वयसंयोगोत्पत्तिक्षणे हि घटसामग्री तदग्रिमे क्षणे घटोत्पत्तिः, तस्मिन् क्षणे प्राग्भावस्य नाशः। एवं क्रियानाशः अस्तु। अत्र उच्यते यदा पूर्वं वक्तव्यं अभवत् भाव विभाग विभागभावपदार्थ संयोगध्वस नष्ट ये द्वौ एकस्मिन् क्षणे भवति। यदि अस्य वाक्यम् उच्यते नाशपरपर्याय इत्युक्ते नाश तस्य अपरनाम भवति ध्वंसस्तावत्, ध्वंसभाव यदि भवति त कस्य ध्वंस भवति केन केन कारणे तस्य कारणं किं भवति उत्पद्यते इति तावत् आलोचना इति वक्तव्यं भवति। प्राग्भावं विहाय सामान्यादीनां न भवति एव नाशः। प्राग्भावम् इति अभावपदार्थ एक अभाव चतुर् विधा भवति, तस्य एक एक भाव अस्ति प्राग्भाव, तस्य विहाय अन्या पदार्था सामान्यादीना इत्युक्ते सामान्यं समवाय विशेष्य अभाव विशेष अभाव चतुर्थ पदार्थेषु भाव प्राग्भावविहाय कोऽपि नाश न भवति। प्राग्भावस्तावत् प्रतियोगी सामग्र्या नश्यति, यावत् प्रतियोगी अस्ति तावत् प्राग्भाव भवति। इत्युक्ते यदि घटस्य निर्माणार्थे निर्माणं न भवति किन्तु मुत्री दण्ड चत्रिका कुलाल सर्व सामग्री भवति, तत् सामग्री यदि भवति तत् प्राग्भावः अस्ति। यस्मिन् क्षणे दण्डचक्र आदि समवादने कपालद्वयसंयोग उत्पत्तिक्षणे हि घटसामग्री तदा क्षणे घटोत्पत्ति, यस्मिन् क्षणे समग्रसामग्री सम्पूर्णं भवति इत्युक्ते घटो घटस्य उत्पत्तिः भवति, कपालद्वयसंयोगः भवति, तत् क्षणे घटसामग्री न दृश्यते, तस्य घटसामग्री या प्रतियोगी अस्ति तस्य ध्वंस भवति, नाश भवति। सो प्राग्भावस्य नश्यं भवति। एकनिमिषः भगिनि, एकनिमिषः, कस्य नाशः भवति? प्रतियोगी घटसामग्र्याः प्राग्भावस्य नाश भवति, अभावस्य नाश। सत्यं सत्यं, कस्य प्राग्भावस्य नाशः भवति? घटस्य प्राग्भावस्य नाश भवति। हा, घटस्य प्राग्भावस्य नाशः कदा भवति? यदा कपालद्वयसंयोग यस्मिन् क्षणे कपालद्वयसंयोग उत्पद्यते। अस्तु, प्रथमक्षणे दण्डचक्रादीनां समवधाने एकत्रीकरणेन दण्डं चक्रादि इत्यादिकम् एकस्मिन् एकत्र भवति सामग्री एकत्र भवति कपालद्वयसंयोगोत्पत्तिक्षणे तदा स कपालद्वयसंयोगोत्पत्ति कपालद्वयसंयोगः अपि एका सामग्री इव दण्डचक्रादि समवधाने कपालद्वयसंयोगोत्पत्तिक्षणैः घटसामग्री इत्युक्ते एतत् सर्वं मिलित्वा घटसामग्री अस्तु तदग्रिमे क्षणे किं जायते तद् अग्रिमे क्षणे घटोत्पत्ति घटस्य उत्पत्ति भवति तस्मिन् क्षणे प्राग्भावस्य नाश तस्मिन् क्षणे घटस्य प्राग्भावस्य नष्टं भवति नाशः भवति तर्हि आहत्य घटप्राग्भावस्य नाशस्य कारणं किं घटस्य प्राग्भावस्य कारणं भवति घटोत्पत्ति चिन्तयतु ओ तस्य प्रथमकारणं भवति दण्डचक्रादिसमवादने सामग्री इति प्रतियोगी हा प्रक्रियां इमां प्रक्रियामपि क्षणेषु विभागं कुर्मः प्रथमक्षणे किं द्वितीयक्षणे किम् इति प्रथमक्षणे किं भवति प्रागभावः प्रथमक्षणे प्रागभावः प्रथमक्षणे इति स्वीकरिष्यामः अस्तु द्वितीयक्षणे किम् अस्ति द्वितीयक्षणे कपालद्वयसंयोगः भवति हा तेन सह दण्डचक्रादिसमवधानं कपालद्वयसंयोगः इति द्वितीयक्षणे द्वितीयक्षण तृतीयक्षणे किं भवति तृतीयक्षणे घट उत्पत्ति भवति हा तस्मिन्नेव तृतीयक्षणे अन्यत् किमपि भवति तद् किम् तस्मिन् क्षणे प्राग्भावस्य नाशः भवति तर्हि तृतीयक्षणे घटोत्पत्तिः तृतीयक्षणे तस्मिन् क्षणे एव प्राग्भावस्य नाशः अस्तु इति त्रीणि सोपानानि तर्हि अस्यां प्रक्रियायां किं कस्य कारणं कार्यं किं दण्डचक्र सामग्री एकत्र भवति तत्र प्रथमक्षणं द्वितीयक्षणमपि कपालद्वयसंयोग घटसामग्री भगिनि दण्डचक्रादीनां समवधानं कपालद्वयसंयोगः इति एकस्मिन् एकं क्षणं प्रथमं क्षणति प्राग्भावः द्वितीयक्षणति दण्डचक्रसमवधान कपालद्वयसंयोग तृतीयक्षणस्ति घटोत्पत्ति हा घटोत्पत्तिः तस्मिन् क्षणे तस्य क्षणे प्राग्भावस्य नाश हा तर्हि तृतीयक्षणे एतौ द्वौ अपि सिद्ध्यतः घटोत्पत्तिः प्राग्भावस्य नाशः इति अनुभवः सिद्धं खलु आम् घटः उत्पत्तिः चेत् घटः घटस्य अभावः नास्ति इति आनुभविकम् एकस्मिन् क्षणे एतत् सर्वं तृतीयक्षणात् प्राक् किम् अस्ति तृतीयक्षणात् प्राक् अस्ति दण्डचक्रसमवाधनं कपालद्वयसंयोग उत्पत्ति सत्यं सत्यं तर्हि घटस्य प्रागभावस्य नाशस्य कारणं किं दण्डचक्रसमवाधनं कपालद्वयसंयोगसामग्री तस्य कारणस्य प्रागभावात् प्रथमम् सत्यं प्रागभावः तु आसीत् प्रथमं किन्तु प्रागभावस्य साक्षात् कारणं भवति सामग्री घटप्रतियोगी सामग्री इत्युक्ते प्रतियोगिनः घटस्य निर्माणार्थं याः सामग्र्यः अपेक्षिताः ताः सर्वे घटसामग्री तत्र अभावस्य नाशस्य कारणं घटोत्पत्तिः इति न वा तत्र सामग्री तु केवलम् उपकरणम् इति किल तर्हि एतेषां मतानुगुणं यदा घटोत्पत्ति जायते तस्मिन्नेव क्षणे प्रागभावस्य नाशः ओ अतः तत्र उत्पत्तिः प्रागभावः एतयोः मध्ये तत्र कार्यकारणभावः नास्ति इति कृत्वा कारणं ते स्वीकृतवन्तः सामग्री इति, तथा वा? सत्यं सत्यं, तथा एव अस्ति। ओ अस्तु अस्तु, तर्हि एतद् ये आक्षेपं कुर्वन्ति तेषां मतम् एतत् सर्वं सिद्धान्तिनः मतं न, सिद्धान्तिनः इति न, सिद्धान्ति सिद्धान्तिविरुद्धं ये केऽपि वदन्ति तदपरे न सहन्ते इति प्रथमवाक्ये उक्तं खलु अस्मिन् विभागे, तदपरे किं न सहन्ते आक्षेपस्य, अस्तु कुर्वन्ति तस्य आशयं प्रथमपरिच्छेदः, हा हा इति वक्तुं शक्नुमः। ये केऽपि आक्षेपस्य निवारणं तु कृतमासीत् अस्मिन् पुटे प्रथमपरिच्छेदे, यत् सावित्री भगिनी उक्तवती अभावपदार्थ अभावपदार्थतयोः मध्ये भेदं प्रदर्शयित्वा, तत् केचन न सहन्ते, अस्तु तेषां किमर्थं न सहन्ते इति क्रमेण उक्तमस्ति अत्र। हा प्रथमपरिच्छेदे तु यद् जयन्ती भगिनी पठितवती तत्र तु एकः तर्कः आसीत्, तर्कः कः तत्र? विभागः संयोगाभावः समानक्षणे एव भवति, तयोः उत्पत्तिः समानक्षणे एव भवति इति, कार्यकारणभावः नास्ति, हा हा इति, ततः अग्रे पुनः इतोपि किञ्चित् समर्थनं, तादृशसमर्थनमेव अत्रापि, घटोत्पत्तिः प्रागभावस्य नाशः एकस्मिन् क्षणे एव, तत्र तयोः पृथक्तया सिद्धिः इति किमपि नास्ति इति यद्भवती पठितवती अधुना, क्षम्यतां भगिनि, उच्यताम् उच्यताम्, न न सामग्री इति किमर्थं किञ्चित् क्लेशाय मम सामग्री इति सर्वं किमर्थं दर्शयति अत्र, घटस्य उत्पत्तिक्षणे एव घटनाशस्य उत्पत्तिः अपि भवति, तत् एव वक्तुं शक्नुमः, किमर्थं सामग्री इति सर्वं दत्तम् अत्र इति न अवगच्छामि। यतोहि अत्र ध्वंसः वा परिच्छेदस्य आरम्भे पश्यति चेत् नाशपर्यायः ध्वंसः कस्य कस्य केन केन कारणेन इति आलोचनं प्रवर्तमानमस्ति, अस्तु तर्हि आहत्य आलोचनं कारयित्वा कथं साधयिष्यन्ति इति अग्रे पश्येम, परन्तु अस्मिन् विभागे आलोचनं प्रवर्तमानं कस्य कस्य नाशः कीदृशः केन कारणेन इति, अपि च तैः उक्तं खलु प्रागभावं विहाय सामान्यादीनां न भवति एव नाशः, अतः प्रथमं प्रागभावं प्रदर्शयन्ति प्रागभावस्य नाशः केन कारणेन इति। भगिनी तस्य वाक्यस्य किञ्चित् इतोपि विश्लेषणं करोति वा, तत्र सामान्यादीनाम् इत्युक्ते केवलं सामान्य अनन्तरं समवाय अनन्तरं विशेषः तेषामेव तेषां न नाशः न भवति केवलं प्रागभावस्य एव इति वदन्ति, परन्तु अभावः तु चतुर्विधः तत्रापि केवलम् एकमेव स्वीकृत्य किमर्थं ते वदन्ति? अस्तु वस्तुतः प्रथमे पुटे एव पश्यति चेत् क्रमेण दत्तं खलु, प्रथमे न तृतीयपुटे द्रव्यं गुणकर्म सामान्यविशेषः समवायः अभावः तस्मिन् क्रमे दत्तं पदार्थनिरूपणं, तर्हि सामान्यादीनाम् इत्यनेन चत्वारः पदार्थः एव गृहीताः सामान्यम् इत्यस्मात् आरभ्य अभावपर्यन्तम्, इत्युक्ते द्रव्यगुणकर्म येषां तु नाशः भवति भवति एव, अस्तु तर्हि तत् त्यजतु, सामान्यादीनां विचारं कुर्मः, सामान्यानां सामान्यस्य विशेषस्य समवायस्य अभावस्य नाशः न भवति इति वार्ता, किन्तु अभावश्रेण्यां प्रागभावः इति यः अभावः अस्ति तस्य नाशः सम्भवति इति प्रदर्शितमत्र। अस्तु, परन्तु यदा तत्र चतुर्विध अभावं स्वीकुर्मः तत्र प्रागभावस्य नाशः भवति, पुनः अत्यन्ताभावस्य अपि नाशः भवितुम् अर्हति किल इत्येव मम प्रश्नः अपि आसीत्। तर्हि तत्र किं चिन्तनम् अस्ति? तर्हि तत्र अत्यन्ताभावस्य अपि नाशः भवितुम् अर्हति इत्येव विचारः अस्ति, परन्तु तत्र इतोपि किमपि स्यात् यस्य एतावत्पर्यन्तं चर्चा। अहम् अपि प्रश्नं पृष्टवती वर्गानन्तरम्। अभावस्य चतुर्विध अभावाः भवन्ति खलु, प्रागभावः, अत्यन्ताभावः, अन्योन्याभावः, प्रध्वंसाभावः। प्रध्वंसाभावः, अधुना प्रध्वंसाभावं परिशीलयिष्यामः। प्रध्वंसाभावस्य नाशः भवति वा? न भवति, यतोहि स्वीकुर्मः, यदि स्वीकुर्मः घटस्य प्रध्वंसाभावः इत्युक्ते घटः नष्टः, इदानीं पुनः कदापि प्रध्वंसाभावस्य नाशः न भवति, यतोहि घटः एव तस्य नाशस्य प्रतियोगी, पुनः सः घटः न आगच्छति। यतो यदि अन्यं घटं निर्माय तत्र स्थापयामः, परन्तु सः तु भिन्नघटः अस्ति, न तु पूर्वघटः यस्य अभावः जातः इदानीं। हा, सम्यक् सम्यक्। तर्हि प्रध्वंसाभावः भावस्य नाशः न भवति, न भवति इति सर्वैः अङ्गीकृतं वा? अत्र न कोऽपि क्लेशः इति चिन्तयामि। अधुना अन्योन्यभावस्य स्थले चिन्तनं कुर्मः। अन्योन्यभावस्य कीदृशी परिस्थितिः? भेदः एव, घटपटन तत्र अन्योन्यभावः घटपटन भवति। अस्तु, सरला भगिनी वदतु। घटपटन घटपटाद् भिन्न, सदैव घटपटाद् भिन्न अस्ति। घटस्य अवयव कपाल अस्ति, पटस्य अवयव तन्तु अस्ति। सो तस्मिन् अन्योन्यभाव यावत्पर्यन्तं घट अस्ति यावत्पर्यन्तं पट भवति, चरमकालस्य अन्योन्यभाव तिष्ठति। अन्योन्यभावस्य पारिभाषिक किं वदामः, डेफिनेशन् किम् अस्ति? सावित्री भगिनी, किन्तु सत्यं, किन्तु न्यायशास्त्रे परिभाषा कथं भवति? तादात्म्यसम्बन्धम् उपयुज्य तादात्म्यसम्बन्ध अवच्छिन्न जाति कर्मत्व अवच्छिन्न प्रतियोगिता अभावः इति तर्हि पटस्य अन्योन्यभावः तादात्म्यसम्बन्ध अवच्छिन्न पटत्वावच्छिन्न प्रतियोगिताक अभावः। अस्तु, इदानीं लक्ष्मी भगिनी, तर्हि पटस्य अभावः अन्यत्र भवितुम् अर्हति वा पटं विहाय? पटस्य अभावः अन्यत्र भवति एव पटं विहाय, पटं विहाय सर्वत्र भवति। हा, पटं विहाय अन्यत्र भवति एव खलु? आम्। तर्हि पटस्य अन्योन्यभावस्य नाशं कदाचिदपि कर्तुं शक्नुमः वा? न कर्तुं शक्नुमः, अन्योन्यभावः भेदः नित्यम् अस्ति। हा, इति अपि सत्यं, भेदः नित्यम् इति अपि सत्यं, किन्तु अपरया रीत्या चिन्तयामश्चेत् पटं विहाय अन्यत्र भवति एव, तद् पटः स्वयमपि किमपि न कर्तुं शक्नोति तत्र इति वार्ता। अस्तु, पट अन्योन्यभावस्थले अपि तथा, प्रध्वंसाभावस्थले यथा भगिनी उक्तवती, प्रध्वंसाभावस्थले सः पदार्थः एव नष्टः भवति, तर्हि कथं वा प्रध्वंसाभावं निवारयति इति। अपि च अधुना अन्योन्याभावस्य विषये यद् उक्तवती अन्ते तत् सम्यक्तया न श्रुतः। पटः अस्ति अन्यत्र सर्वत्र अभावः अस्ति, तर्हि तेन किम्? हा, तेन तत्तु पटस्य अन्योन्याभावः तदा सर्वदा तिष्ठति, भेदः इति उच्यते खलु। यथा भगिन्या उक्तं, भेदः तु नित्यः प्रथमतया, आम् हा पटं विहाय अन्यत्र भवति पटः स्वयमपि अभावं निवारयितुं न शक्नोति यतोहि स्वस्मिन् एव स्थातुं शक्नोति पटः तादात्म्येन किल अपरस्मिन् द्रव्येन तर्हि अन्योन्याभावस्य नाशः न भवति प्रध्वंसाभावस्य नाशः अपि न भवति यथा भवती उक्तवती इदानीम् अत्यन्ताभावः तर्हि राजेन्दरमहोदय अत्यन्ताभावस्य उदाहरणं ददाति वा अस्तु वर्धिनी भगिनी स्मरति वा किञ्चित् अत्यन्ताभावः इति वस्तु नास्ति एव कुत्रापि नास्ति एव कुत्रापि नास्ति इति हा घट भूतले भूतले नास्ति इति घटभूतले नास्ति हा घटः भूतले नास्ति इति अत्यन्ताभावः खलु तर्हि प्रश्नः कः आसीत् सन्ध्या भगिन्याः इति अत्र तर्हि अत्र यदि अत्यन्ताभावं पश्यामः यदि तस्य प्रतिपादनम् एतेन वाक्येन भवति भूतलं घटाभाववत् इति इदानीं तस्य अभावस्य प्रतियोगी अस्ति घटः तर्हि घटस्य आनयनेन अभावः गच्छति तर्हि भूतलस्य एकस्मिन् खण्डे यदि पूर्वं घटस्य अभावः आसीत् इदानीं यदि घटमानीय तत्र स्थापयामः तर्हि अत्यन्ताभावस्य नाशः भवति एव किल अस्तु इति प्रश्नः आसीत् मम तदर्थम् उत्तररूपेण महोदयेन उक्तमासीत् यत् अत्र निवारितं भूतले नास्ति अस्तु घटस्य आनयनेन घटस्य अत्यन्ताभावः निवारितः भूतले परन्तु गृहे सः एव घटः यः भूतले अस्ति सः एव घटः उत्पीठिकायां नास्ति खलु सः एव घटः गृहे नास्ति सः एव घटः अपरत्र नास्ति तदर्थं तस्य घटस्य घटत्वावच्छिन्न घटत्वावच्छिन्नप्रतियोगिता कः भावः तस्य घटस्य अपरत्र अस्ति एव यदि भूतले घटाभावः निवारितः चेत् इदानीं चिन्तयतु उत्पीठिकायां यः घटः अस्ति तम् आसन्दे स्थापयामिश्चेत् उत्पीठिकायाम् अभावः अस्ति खलु आसन्दे घटाभावः नास्ति तथा किमपि तेषां समर्थनम् अस्ति न्यायशास्त्रे अस्तु किञ्चित् चिन्तनीयमस्ति एतस्य विषये इतोपि हा इत्युक्ते घटाभावः घटस्य अत्यन्ताभावः तु अस्ति एव तस्य नाशः न भवति एकत्र उपाधिभेदं कृत्वा आकाशे अथवा देशे दिशि उपाधिभेदं कृत्वा अत्र नास्ति इति वक्तुं शक्नुमः एकस्मिन् स्थले तस्य अभावः नास्ति इति तस्य अर्थः अयं नास्ति यत् अपरस्मिन् देशे नास्ति इति अर्थः नास्ति तथा किमपि अस्तु भगिनि अतः अत्यन्ताभावस्य नाशः अपि न गच्छति एव नाशः न भवति एव अत्यन्ताभावस्य अपि नाशः न कदापि शक्यः इति ते वदति तर्हि एकत्र अत्यन्ताभावः नश्यति चेत् सः अन्यत्र केवलं ट्रावेल् करोति तावदेव हा तावदेव अथवा प्रतियोगी अन्यत्र ट्रावेल् करोति चेत् यत् स्थानं त्यक्तं तत्र अभावः प्रवासं भवति धन्यवादः इति अभावः चिन्ता नास्ति इति अभावस्य विषये तर्हि आहत्य प्रागभावः एव नश्यति अन्यः अभावः न अपि च सामान्यादीनाम् इत्यनेन चत्वारः गृहीताः सामान्यं विशेषः समवायः अभावः इति तर्हि सन्ध्या भगिनी भवती एव इतोपि एकवारं इममेव भागं किञ्चित् पठित्वा प्रतिपादयति वा अस्तु भगिनि अत्र उच्यते नाशापरपर्यायः ध्वंसस्तावत् कस्य कस्य केन केन कारणेन उत्पद्यते इति तावद् आलोचयामः इत्युक्ते नाशः इत्युक्ते ध्वंसः कस्य कस्य ध्वंसः केन केन कारणेन भवति इति चिन्तयामः प प्रागभावं विहाय सामान्यादीनां न भवति एव नाशः. एतस्य विषये इदानीमेव दृष्टवन्तः. सामान्यं समवायः, विशेषः, अनन्तरम् अभावः, सर्वेषामपि नाशः भवति. तेषु केवलं प्रागभावस्य एव नाशः न भवति इति. प्रागभावस्य नाशः भवति. आमामां, विपरीतम् उक्तवती. प्रागभावस्य नाशः भवति, परन्तु अन्येषां पदार्थानां, चतुर्णां पदार्थानां तत्र न भवति इति, नाशः न भवति. इदानीं सम्यक् उक्तं किल? प्रागभावस्तावत् प्रतियोगिसामग्र्या नश्यति. तर्हि प्रागभावस्य नाशः तु यदि प्रतियोगिनः कृते या सामग्री आवश्यकी तस्य आनयनेन तत्र नश्यति प्रागभावः. तत्र उदाहरणं यदि स्वीकुर्मः, दण्डचक्रादिसमवधाने कपालद्वयसंयोगोत्पत्तिक्षणे हि घटसामग्री. तर्हि घटस्य यदि उदाहरणं स्वीकुर्मः, घटस्य कृते सामग्री, अत्र सामग्री इत्युक्ते साधनं वा उपकरणम् इति, तत्र दण्डचक्रादयः तेषां समानयनम्, अनन्तरं तेन दण्डचक्रादि तत्र सामग्रीद्वारा कपालद्वयस्य संयोगोत्पत्ति यदा भवति, एतत् सर्वं घटसामग्री इति उच्यते. तर्हि सामग्री अस्ति, सामग्री आनयनस्य तदग्रिमक्षणे घटोत्पत्तिः, तस्मिन् क्षणे प्रागभावस्य नाशः. तर्हि प्रथमक्षणे प्रागभावः, द्वितीयक्षणे तत्र सामग्र्यानयनं, तृतीयक्षणे एव युगपत् एकस्मिन् एव क्षणे घटोत्पत्तिः, तदा एव प्रागभावस्य नाशः इति एकं मतम्. आहत्य घटप्रागभावस्य कारणं, तत्र घटप्रागभावस्य कारणं यदि एतया प्रक्रियया पश्यामः तर्हि घटसामग्री इति कारणं भवति. हा, क्षम्यतां, घटप्रागभावस्य नाशस्य कारणम् इति प्रष्टव्यम्. हा, इति बुद्धं स्यात्. तर्हि प्रागभावः अवश्यं नश्यति, यद्यपि सर्वे अन्ये अभावाः न नश्यन्ति, सामान्यविशेषः, समवायः, अभावः, येषु प्रागभावः एव एकः यः नश्यति, तस्य कारणं तु अधुना उक्तं, प्रतियोगी सामग्र्या नश्यति इति. सामग्र्या इति कारणतृतीया अस्ति, तृतीया विभक्ति, कारणतृतीया, तया नश्यति इति. अस्तु, बुद्धं तर्हि? अस्तु, वर्धिनी भगिनी अग्रे पठति वा? आं भगिनि. द्रव्यनाशः तर्हि केन जायते? समवायिकारणनाशात्. एवं क्रियानाशः. हा हा, एवं क्रियानाशः, ततः आरभ्य पठनीयं. वर्धिनी भगिनि, कुत्र भगिनि? एवं क्रियानाशः द्वितीयपरिच्छेदे. हा, द्वितीयपरिच्छेदे पञ्चमपङ्क्तिः एवम् इति पश्यतु. एवं क्रियानाशः उत्तरदेशसंयोगात् भवति. अभिघातादिसंयोगवशात् घटादौ क्रिया, ततः सम्प्रति साधयितुम् इष्टः विभागः, ततः पूर्वदेशसंयोगनाशः, ततः उत्तरदेशसंयोग उत्पत्तिः, तदग्रिमक्षणे नश्यति क्रिया. क्रियानाशः उत्तरदेशसंयोगात् इत्यर्थ नूतनसंयोगात् समीचीनं भवति. तत् क्रियानाशः भवति. अभिघातादिसंयोगवशात् अभिघातादि इत्युक्ते पूर्वदेशसंयोगः संयोगात् घटादौ क्रिया. पूर्वदेशसंयोगात् घटादौ क्रिया, ततः सम्प्रति साधयितुम् इष्टः विभागः. इत्युक्ते अधुना यद् अस्माभिः इष्टम् अस्ति विभागस्य साधनं तद् ततः पूर्वदेशसंयोगनाशः अपरक्षणे पूर्वदेशसंयोगनाशनः नाशः ततः उत्तरदेशसंयोगोत्पत्तिः तदग्रिमक्षणे नश्यति क्रिया तर्हि क्रियायाः कारणं क्रियानाशस्य कारणं किम् पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोग उत्पत्तिः तत् कारणं ततः उत्तरदेशसंयोग उत्पत्तिः क्रियायाः नाशः भवति क्रियायाः नाशस्य कारणं भवति उत्तरदेशसंयोगोत्पत्ति नूतनसंयोगः इति तर्हि स्पष्टं स्यात् राजेन्दर् महोदय इतोपि एकवारं किञ्चित् इममेव भागं परिशीलयति वा आम् आं प्रयत्नं करोमि एवं क्रियानाशः उत्तरदेशसंयोगात् भवति अभिघात आदिसंयोगवशात् घटादो क्रिया ततः सम्प्रति साधयितुम् इष्टः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोग उत्पत्तिः तदग्रिमक्षणे नश्यति क्रिया इदानीं यदा अस्माभिः दृष्टं तत् पञ्चमक्षणतां क्रियाः भवति आदौ क्षणे द्वितीय तृतीय चतुर्थ पञ्चमक्षणे क्रियानाशः तु पञ्चमक्षणे भवति तस्य कारणम् अस्ति उत्तरदेशसंयोग यः भवति चतुर्थक्षणे तस्य कारणं भवति उत्तरदेशसंयोगः तत्कारणात् क्रियानाशः भवति परन्तु तत्पूर्वम् अभिघात आदिसंयोगवशात् घटादौ क्रिया पूर्वं यथा अभिघात क्रिया यदा क्रिया अभवत् तत्कारणात् संयोगः यः भवति तत् घटादौ किञ्चित् क्रिया जायते तस्मिन् क्षणे अधुना साधयितुम् इष्टः विभागः तस्य क्रिया यदा यत् क्रिया जायते तत्र तत्र विभागः द्वितीयक्षणे विभागः भवति ततः पूर्वदेशे यत् पूर्वं संयोगः आसीत् तस्य संयोगस्य नाशः भवति तृतीयक्षणे ततः उत्तरदेशसंयोग उत्पत्तिः तदनन्तरम् अन्यदेशे आकाशदेशेन सह संयोगः भवति घटस्य तत्र उत्तरदेशसंयोग उत्पत्तिः भवति तेन कारणेन अग्रिमक्षणे क्रिया नश्यति क्रियानाशः भवति भगिनी न श्रूयते हरि ओम् आम् इदानीम् इदानीं श्रूयते हलो भगिनि हरि ओम् हा इदानीं श्रूयते भगिनि श्रूयते किम् आम् आम् इदानीं श्रूयते तर्हि क्रियानाशस्य कारणं किम् क्रियानाशस्य कारणम् उत्तरदेशसंयोगोत्पत्ति यथा चतुष्क्षणे यः संयोगः जायते सः एव क्रियानाशस्य कारणं भवति. हा उत्तरदेशक्षणे उत्तरदेशसंयोग यः अस्ति न श्रूयते भगिनि. सा उक्तवती इण्टर्नेट् माध्यमेन आगच्छामि, यदि न श्रूयते तर्हि वदतु इति, प्रायः सा एव करोति. अस्तु अस्तु भगिन्यः महोदय च, तावत्पर्यन्तं मम प्रश्नः अत्र पृष्ठसङ्ख्या 100 तत्र तु पञ्च तत्र सोपानानि, पञ्चक्षणानि तत्र घटे क्रिया इति प्रथम क्षणे, अनन्तरं पञ्चमे क्षणे क्रियानाशः. तर्हि अत्र यद् 2 + 100 यद् लिखितमस्ति तत्र तत्रापि तथैव दृश्यते मया, तथा नास्ति वा? तथैव तदेव दृष्ट्वा वक्तुं शक्नुमः किल. तर्हि एतदपि पञ्चक्षणात्मक एव प्रक्रिया किल अत्र? श्रूयते वा? अस्तु तर्हि सा एव प्रक्रिया या पुनः न श्रूयते इदानीं भगिन्याः. हरि ओं, श्रूयते वा? इदानीं श्रूयते भगिनि. अस्तु केवलं श्रूयते वा इत्येव श्रूयते. परन्तु अत्र सा एव प्रक्रिया यत् पूर्वस्मिन् पुटे यदस्ति तदेव अस्ति चेत् अहं चिन्तितवती एतेषां मतं किञ्चित् भिन्नं स्यात् इति किल. अत्र ये आक्षेपं कुर्वन्ति तेषां मतं प्रायः चतुर्क्षणात्मकम् इति प्रायः स्यात्, परन्तु अत्र तु पञ्चमक्षणानि एव पञ्चक्षणानि. आं भगिनि वदतु कृपया. अत्र नाशस्य कारणं किल, तदर्थं ते दर्शयन्ति एक उदाहरणं स्वीकृत्य इति मन्ये. अस्तु तर्हि अस्मिन् भागे ये आक्षेपं कुर्वन्ति अपि च येषां पूर्वमतम् अस्ति तेषां तत्र मतद्वयमपि समानम् एव अत्र अस्मिन् भागे, सत्यम्? आम् तथैव अहमपि मन्ये, चिन्ता अहं न जानामि परन्तु तथैव दृश्यते. सूक्तिललन्तिकायाः प्रथमपरिच्छेदे सिद्धान्तिनः न ये आक्षेपं कुर्वन्ति तेषां संयोगनाशको गुणो विभाग इति असङ्गतमिति. हा तर्हि ये आक्षेपं कुर्वन्ति तेषां मतमस्ति तत्रापि द्वितीयपरिच्छेदे अपि. प्रथमपरिच्छेदे पूर्वपक्षिणः वा सिद्धान्तिनः वा? पूर्वपक्षी. आक्षेपं किमस्ति? संयोगनाशकः गुणः विभागः एव आक्षेपः. संयोगनाशः विभागः भेदः न अतिरिक्तगुणः. भेदः न अतिरिक्तः इति आक्षेपः. समीचीनम्, अहं श्रुतवती. समीचीनं भगिनी, वर्धिनी भगिनी, इति एव आक्षेपः. सन्ध्या भगिन्याः प्रश्नः किं कः इत्युक्ते, तर्हि यां प्रक्रियां न अङ्गीकुर्वन्ति तेन आधारेण एव इदं साधयिष्यन्ति ते इति, खलु? तथैव दृश्यते इति, इत्युक्ते भेदः एव नास्ति यद् एते यद् वदन्ति पूर्वस्मिन् पुटे यद् दर्शितम् इति. हा तद् तद् भवतु, पूर्वस्मिन् पुटे यद् दर्शितं भवति दर्शितमस्ति, तत्र विभागः संयोगनाशः एकः एव इति स्वीक्रियते चेदपि द्वितीयक्षण तृतीयक्षण समानं भवति तावदेव. प्रथमपरिच्छेदः पूर्वपक्षिणः मतं वा? सत्यं सत्यं, पुटस्य आरम्भे यः परिच्छेदः सिद्धान्तिनः निवारणं, तस्मात् तदुत्तरं परिहारः, तदनन्तरं पूर्वपक्षिणां मतम्. इदानीं सन्ध्या भगिनी यत् पृष्टवती द्वितीयतृतीयक्षणं समानं भवतु नाम, किन्तु चतुर्थक्षणे पूर्वदेश उत्तरदेशसंयोगः तु जायते खलु, सः तु तिष्ठति, सः तु तिष्ठति इति कृत्वा क्रियानाशस्य कारणं भवति एव उत्तरदेशसंयोगः इति इति वार्ता. सावित्री भगिनी अपि इदमेव उक्तवती आसीत् इति चिन्तयामि. अस्तु, तर्हि आहत्य किं किं दृष्टवन्तः? प्रागभावः नष्टः भवति प्रतियोगिसामग्र्या, क्रिया नष्टा भवति क्रियायाः, क्रियायाः नाशः भवति उत्तरदेशसंयोगात्, अग्रे गत्वा द्रव्यस्य नाशः केन भवति इति परिशीलयिष्यामः. ततः अग्रे यस्य कस्यापि नाशः भवति सः नाशः केन केन भवति इति परिशीलनं भवति अत्र. अग्रे लक्ष्मी भगिनी पठति वा? आं भगिनि, द्रव्यनाशः तर्हि केन जायते? समवायिकारणनाशात्. लघुडादिपातेन कपालनाशे सति अग्रिमक्षणे घटनाशः लोकसिद्ध एव. कपालद्वयसंयोगरूप असमवायिकारणनाशादपि भवति गुणनाशः. कश्चित् परीक्षकः घटम् आदत्ते, किञ्चित् शस्त्रम् आदाय मृदादिलेपन कुलालेन यः कपालद्वयसंयोगः उत्पादितः तमेव नाश्यति. न हि तेन कपालः नष्टः, तथापि घटो नश्यति. अतः यथा कपालनाशात् घटो नश्यति तथा कपालद्वयसंयोगनाशादपि, तथा च द्रव्यनाशः समवायिकारणनाशात् असमवायिकारणनाशात् वा भवति इति आगतम्. अस्तु, अस्तु, अस्मिन् परिच्छेदे यदा यथा भवती उक्तवती द्रव्यनाशः केन जायते इति परिशीलनं, समवायिकारण उत्तरमस्ति समवायिकारणनाशात्. यदि लघुडादिपातेन, लघुडा इति अहं चिन्तयामि किमपि शिलाखण्डं वा दण्डः, ओ दण्डः, अस्तु, तस्य तस्य लघुडादिपातनेन कपालस्य नाशः भवति चेत् घटस्य नाशः घटस्य नाशः अपि भवति अग्रिमक्षणे. एतत् अनुभवसिद्धम् अस्ति. समवायि कपालनाश कपाल घटः कपाले समवायि समवायि सम्बन्धेन तिष्ठति इति कृत्वा समवायिकारणनाशात् घटस्य नाशं भवति. समवायकारणेन तिष्ठति घटः कपाले, अतः कपालः तस्य किम् अस्ति? यदि कपालस्य नाशः भवति चेत् घटस्य नाशं भवति, अतः कपालनाशः समवायिकारणनाशः घटस्य समवायि घटनाशस्य समवायिकारण नाशात् भवति, नाशेन भवति. एवमेव कपालद्वयसंयोगः इति असमवायिकारणं भवति घटं प्रति. कपालद्वयसंयोगरूपसमवायिकारणनाशादपि भवति गुणनाशः. अत्र गुणनाशः इत्युक्ते कपालद्वयसंयोगः तस्य नाशः भवति चेत् संयोगः इति गुणस्य नाशः कपालद्वयमध्ये यः संयोगः तस्य नाशः इति गुणनाशः किल? हा, कपालद्वयसंयोग कपालद्वयसंयोगरूप असमवायिकारणं प्रथमतया यद्भवत्या उक्तं कपालस्य नाशः, सः कीदृशनाशः? समवायिकारणनाशः. अधुना कपालद्वयसंयोगः कीदृशकारणं घटं प्रति? असमवायिकारणं. हा, असमवायिकारणं, तस्य नाशेन भवति गुणनाशः. अस्तु, अत्र गुणनाशः इत्युक्ते संयोगः इति गुणः, तस्य नाशः इति एव स्वीकर्तव्यं भवति. कश्चित् परीक्षिकः परीक्षकः घटम् आदत्ते, यः कोऽपि घटं घटस्य परीक्षा करोति सः किञ्चित् शस्त्रम् आदाय मृदादिलेपनकुलालेन यः कपालद्वयसंयोगः उत्पादितः तमेव नाशयति. सः परीक्षकः शस्त्रं स्वीकृत्य मृदादिलेपनकुलालेन यः कपालद्वयसंयोगः उत्पादितः तमेव नाशयति. कथं कथं परीक्षकः कपालद्वयसंयोगस्य नाशं करोति इति, ऐ थिङ्क् अत्र एतत् एषः प्रश्नः उदेति किमर्थं चेत् घटमेव वयं अस्माकं पुरतः घटमेव अस्ति, कपालद्वयसंयोगस्य स्वरूपं कुत्र अस्ति इति न जानीमः किल. अतः एव अस्मिन् वाक्ये अग्रिमवाक्यं पठतु. अस्तु, नहि तेन कपालः नष्टः, कपालद्वयसंयोगस्य एव नष्टः भवति किन्तु कपालस्य नष्टः न भवति, तथापि घटो नश्यति. संयोगस्य नष्टत्वेन यद्यपि कपालस्य नष्टः न भवति, घटस्य नष्टः भवति. सत्यं, तर्हि कः नष्टः अत्र? कपालद्वयसंयोगः, संयोगः इति गुणः यः कपालद्वय मध्ये अस्ति सः नष्टः. सः नष्टः, अपि च सः कीदृशकारणम्? असमवायिकारणम्. असमवायिकारणं, किञ्चित् शस्त्रमादाय मृदादिलेपेन, कुलालः यदा निर्माति घटं तदा कपालद्वयं निर्माति प्रथमतया. कपालद्वयं संयोजयितुं परस्परसंयोगः भवतु इति कृत्वा मृद् इत्यादिकं लेपयति इति चिन्त्यता. यः कोऽपि वस्तु संयोगं, यत्किमपि वस्तु संयोगं जनयति तद् लेपयति. तर्हि अयं परीक्षकः केवलं तद् मृदादिलेपनं निष्कासयति, तावदेव. अस्तु, तस्य परीक्षकस्य आशयः कपालस्य नाशनम् इति नास्ति, केवलं कपालद्वयसंयोगस्य नाशनम् इति एव, तावदेव. लेपनमेव निष्कासयति इति चिन्त्यता, तदा किं जायते? संयोगः, कपालद्वयसंयोगस्य नाशः भवति. अस्तु, अतः अतः यथा कपालनाशात् घटो नश्यति तथा कपालद्वयसंयोगनाशात् अपि घटो नश्यति, घटः नश्यति. अतः द्रव्यनाशः समवायिकारणनाशात् असमवायिकारणनाशात् वा भवति इति आगतं. द्रव्यनाशस्य कारणं कारणद्वयं, समवायिकारणम् असमवायिकारणम् इति द्वयोपि कारणेन द्रव्यनाशः भवति. हा, असमवायिकारणनाशः समवायिकारणनाशः इति वक्तव्यम्. अनयोः नाशनेन द्रव्यस्य नाशः भवति. तर्हि सारांशरीत्या वदतु भगिनि, एतावत्पर्यन्तं कस्य कस्य नाशं दृष्टवन्तः, केन कारणेन इति? इतः पर्यन्तं प्रागभावस्य नाशः, प्रथमतया प्रागभावस्य नाशः केन इत्युक्ते, यदि उत्पत्तिसामग्री प्रतियोगिसामग्री एकत्र आगच्छति उत्पत्ति भवति तथा प्रागभावः गच्छति. अस्तु, तर्हि प्रागभावस्य एकस्मिन् पदे वक्तुम् इच्छति चेत् प्रागभावस्य नाशस्य कारणं किम्? प्रतियोगी सामग्र्या नश्यति इति पुस्तकस्य वाक्यमेव. प्रतियोगी सामग्र्या नश्यति. अस्तु, तर्हि तर्हि प्रतियोगी सामग्र्या इत्युक्ते प्रतियोगिनः उत्पत्तिः भवति तस्मात्. इदानीं प्रतियोगी सामग्र्या नश्यति इति समीचीनं भवती यदुक्तवती. तर्हि अहं केवलम् आन्सर् इन् वन् वर्ड् इति पृच्छामि चेत् प्रागभावस्य नाशस्य कारणं किम्? प्रतियोगिनः एव. प्रतियोगिन उत्पत्ति एव प्रागभावस्य नाशः भवति. अत्र चिन्तनीयं भवति किञ्चित्. वाक्यत्रयं पठतु, दण्डचक्रावत् चक्रादि इत्यादिकम्. अस्तु, दण्डचक्रादि समवधाने कपालद्वयसंयोग उत्पत्तिक्षणे हि घटसामग्री. हा, इति प्रथमक्षणे घटोत्पत्तिः. इति प्रथमक्षणं, दण्डचक्रादि समवधाने कपालद्वयसंयोगोत्पत्तिक्षणे हि घटसामग्री इति प्रथमक्षणम्. आम्. हा, घटसामग्री इत्यनेन एतत् सर्वं गृहीतं. किं किं? दण्डचक्रादि समवधानं घटकपालद्वयम् इति सर्वं गृहीत्वा घटसामग्री सम्पूर्णा भवति इति प्रथमक्षणं. तदग्रिमक्षणे घटोत्पत्तिः. तस्मिन् क्षणे एव किं जायते अग्रिमद्वितीयक्षणे? प्रागभावस्य नाशः. हा, तर्हि कारणं किं प्रागभावस्य नाशस्य? घटोत्पत्तिः. न, चिन्तयतु, चर्चां कृतवन्तः अस्य विषये. इदानीं क्षणद्वये विभजनं कुर्मः. अस्तु, इमां प्रक्रियां क्षणद्वये विभजनं कुर्मः. प्रथमक्षणे घटसामग्री, द्वितीयक्षणे घटोत्पत्तिः च प्रागभावस्य नाशः इति क्षणद्वयं. पूर्वस्मिन् क्षणे किम् अस्ति, उत्तरक्षणे किम् अस्ति? पूर्वस्मिन् क्षणे घटसामग्र्याः एकत्र आनयनम्. अनन्तर उत्तरक्षणे उत्पत्ति. अतः एव प्रतियोगिसामग्र्या एकत्र तिष्ठति चेत् उत्तरक्षणे प्रागभावः नश्यति. सत्यम्. अतः कारणं किम्? प्रागभावस्य नाशः इति कार्यं, तस्य कारणं किम्? प्रतियोगिसामग्री एव कारणम्. हा, तावदेव, तदेव कारणं, प्रतियोगिसामग्री एव कारणम्. अस्तु, तावदेव अस्ति. अत्र तृतीया विभक्ति उपयुक्ता खलु? प्रतियोगी सामग्र्या नश्यति. प्रतियोगी सामग्र्या इत्युक्ते तत्र कारणतृतीया. तावदेव अस्ति. प्रक्रियां क्षणद्वये विभागं कृत्वा अपि परिशीलयामश्चेत् पूर्वक्षणे यद्भवति तत् कारणं, तदुत्तरक्षणे कार्यम् उत्पद्यते. कार्यम् इति प्रागभावस्य नाशः वा घटोत्पत्तिः. तर्हि बुद्धम्, प्रागभावस्य नाशस्य कारणं किम्? प्रतियोगिसामग्री. प्रतियोगिसामग्री यदा सम्पूर्णा भवति, कारणस्य समुदायः सम्पूर्णः भवति चेत् तदा सः एव कारणं भवति प्रागभावस्य नाशं प्रति. अस्तु, ततः अग्रे कस्य नाशः परिशीलितः? क्रियानाशः यदा भवति तदा उत्तरदेशसंयोगात् भवति. एकस्मिन् क्षणे प्रथमक्षणे पूर्वस्मिन् क्षणे एकस्मिन् देशे अस्ति कापि क्रियया तया क्रियया अन्यस्मिन् देशे गच्छति चेत् उत्तरदेशसंयोगात् उत्तरदेशस्य इदानीं द्रव्यः उत्तरदेशसंयोगः भवति उत्तरदेशसंयोगात् अनन्तरक्षणं क्रियानाशः भवति हा क्रियानाशः भवति एषा क्रिया विभागजन्या क्रिया पूर्वस्मिन् पुटे शततमे पुटे एकः कोष्टकः अस्ति खलु घटे क्रिया तदा विभागः विभागसंयोगस्य नाशः तर्हि प्रारम्भिकक्षणे या क्रिया अस्ति सा क्रिया पञ्चमे क्षणे नष्टा भवति किल हा तद् पूर्वक्षणे चतुर्थक्षणे किम् अस्ति उत्तरदेशसंयोगः तर्हि उत्तरदेशसंयोगोत्पत्तिः क्रियानाशस्य कारणम् इति उच्यते बुद्धं वा अग्रे भवती हा अग्रे भवती यद् पठितवती द्रव्यनाशस्य कारणं किम् द्रव्यनाशस्य कारणं समवायिकारणनाशः वा असमवायिकारणनाशः वा द्रव्यनाशस्य कारणं भवति अस्तु समीचीनम् इति त्रयाणां पदार्थानां नाशस्य कारणं किम् इति परिशीलितवन्तः इतः अग्रे अग्रिमसप्ताहे भवति भगिनि अत्र प्रश्नः अस्ति अत्र सूक्तिललन्तिका यतः आरम्भः भवति तस्य भागस्य प्रथमे परिच्छेदे तु येषाम् आक्षेपः अस्ति तेषां तत्र मतमस्ति तर्हि अत्र उच्यते इति आरभ्य तत्र मम चिन्तनमासीत् अत्र उच्यते इति आरभ्य तत्र तस्मिन् क्षणे प्रागभावस्य नाशः तावत्पर्यन्तमपि तेषामेव मतमस्ति आक्षेपिणः एव मतमस्ति इति दृश्यते यतोहि ते घटोत्पत्ति द्वितीयक्षणे तत्र प्रागभावः भवति इति न स्वीकुर्वन्ति द्वयमपि एकस्मिन् क्षणे इति अवश्यम् अवश्यम् परन्तु ततः परं तत्र क्रियानाशः संयोगोत्पत्तिः अनन्तरं क्रियानाशः तस्मिन् प्रसङ्गे तु यथा पूर्वं पञ्चक्षणानि ते स्वीकृतवन्तः तर्हि तत्रापि आक्षेपिणः एव मतमस्ति वा ये सिद्धान्तिनः सन्ति तेषां मतमस्ति तत्र स्पष्टता नास्ति मम सत्यं तत्र स्पष्टता नास्ति भवत्याः यदा उक्तवत्यः तदा मम मनसि अपि आगतं परन्तु यत् स्पष्टता नास्ति चेदपि तत्र अवलोक्यमानः विषयः कः तत्र केन कारणेन कस्य नाशः भवति इति हा तस्मिन् विषये तु उत्तरं प्राप्येत एव खलु अस्तु क्रियानाशः उत्तरदेशसंयोगोत्पत्तिना भवति इति आम् परन्तु तत्र कः एतत् सर्वं वदन् अस्ति इति तत्र किञ्चित् स्पष्टं नास्ति मम हा किञ्चित् स्पष्टं नास्ति अपि च या प्रक्रिया दत्ता शततमे पुटे सा तु प्रमाणम् इव न दत्ता केवलं निरूपिता तावदेव अस्तु एकम् अपरस्य कारणत्वेन तर्हि विभागः संयोगनाशस्य कारणं भवतु तद् अपरस्य कारणं भवतु इति न दत्तम् तर्हि प्रमाणत्वेन न वक्तुमपि शक्नुमः कस्य किम् अस्ति मतम् इति अस्तु अस्तु तर्हि मतभेदः तु केवलं तत्र आक्षेपिणः वदन्ति द्वितीयतृतीयक्षणयोः भेदः नास्ति परन्तु सिद्धान्तिनः वदन्ति तत्र भेदः अस्ति भेदः अस्ति भगिनी मम एकः प्रश्नः अस्ति अत्र अन्तिमपरिच्छेदे तृतीयवाक्यम् अस्ति खलु तृतीय न चतुर्थवाक्यं कपालद्वयसंयोगरूपसमवायीकारणनाशादपि भवति गुणनाशः किञ्चित् वदतु तत्र संयोगनाशस्य गुणनाशः भवति वा संयोगनाशात् गुणनाशः वा संयोग कपालद्वयसंयोगरूप असमवायीकारणनाशाद् भवति गुणनाशः तर्हि कस्य नाशः इति प्रश्नः खलु, गुणः गुणः इत्यनेन कः इति. आम् संयोगः अपि गुणः, गुणनाशस्य गुणनाशः वा भगिनी? पूर्वमपि अस्माभिः पठितं खलु कपालद्वयसंयोगः असमवायिकारणं भवति परिमाणस्य वा संख्यायाः. तदेव मम प्रश्नः, परिमाणं वा अत्र, तदेव मम प्रश्नः. गुणः इत्युक्ते परिमाणं वा इति मन्ये भगिनि. अत्र संयोगस्य नाशः भवति कपालद्वयोः मध्ये इति अहं चिन्तयामि, अथवा सत्यं सत्यं तत् सत्यं, परन्तु तत् कारणात् गुणनाशः इति लिखितं, तत् गुणः कः इति मम प्रश्नः. लघुडादिपातेन कपालनाशे सति अग्रिमक्षणे घटनाशः लोकसिद्धः एव. अतः कपालनाशात् घटो नश्यति, तत् संयोगनाशः. विषयान्तरम् इति मन्ये, परन्तु प्रायः गुणनाशपरिच्छेदे आयाति, परन्तु अत्रैव उच्यते इति मन्ये. अग्रिमवाक्यं तु गुणनाशं सम्प्रति चिन्तयामः इति अस्ति, तद् किमपि अस्ति वा इति. तस्मात् परमेव इदानीं दृष्टवती गुणसमवायिकारणनाशात् भवति. तर्हि प्रायः विषयान्तरमेव इति चिन्तयामि, अस्य अन्वयः तत्र अस्ति अग्रिमपुटे इति मन्यामः खलु. अग्रे पठित्वा तत्र किञ्चित् स्पष्टता जायते. हा प्रायः, परन्तु द्रव्यनाशस्य सन्दर्भे अस्य वदनस्य का आवश्यकता इति. अस्तु यत्किमपि भवतु, द्रव्यनाशस्य कारणं तु समवायिकारणनाशः असमवायिकारणनाशः. तत्र प्रायः तत्र समवायिकारणनाशात् गुणनाशः भवति, ततः असमवायिकारणात् तत्र द्रव्यनाशः अपि भवति इति प्रायः अग्रे यथा ते दर्शितवन्तः, परन्तु गुणनाशस्य विषये अग्रिमे परिच्छेदे इति किमपि स्यात् प्रायः तथा स्यात् इति चिन्तयामि. अस्तु अस्तु, धन्यवादः भगिनि. धन्यवादः धन्यवादः भगिनि धन्यवादः शुभरात्रि.